अस्तु, तर्हि अद्य क्रयादिगणः इति पाठः अग्रे प्रवर्तमानः अस्ति. तर्हि सुब्रह्मण्यमहोदय अस्ति वा? आं भगिनि, महोदय महोदय पठति वा अस्माकं क्रियादिगणे विकरणप्रत्ययः कः इति तस्मिन् विषये किञ्चित् पुनस्मरणरूपेण. आं भगिनि, अत्र क्रियादिगणे एकषष्टिः धातवः सन्ति. अत्र क्रियादिगणीय विकरणप्रत्ययः अस्ति श्ना. अत्र शकार इत्संज्ञा अस्ति, तस्य लोपः भवति, अतः विकरणप्रत्ययः न भवति. अनन्तरम् अत्र श्नाकारणात् षित् अस्ति, अतः तिंषित् सार्वधातुकम् इत्यस्य प्रसक्तिः अस्ति. इत्युक्ते तिंषित् सार्वधातुकम् अस्ति, अतः सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः भूत्वा गुणकार्यस्य प्रसक्तिः भवति. तथा एव अत्र पुगन्तलघूपधस्य च इत्यनेन अपि गुणकार्यस्य प्रसक्तिः अस्ति. परन्तु अपित् अस्ति, अतः नित्वत् भूत्वा निति च इत्यनेन गुणकार्यनिषेधः भवति. तत्तु विकरणप्रत्ययस्य मूलकार्यं कार्यमस्ति अत्र. अनन्तरं तस्मिन् एकः अन्तर्गणः अपि अस्ति, प्वादिगणः इति. अत्र प्वादीनां ह्रस्वः इत्यनेन अत्र अचः अङ्गस्य ह्रस्वः भवति शिति परे. अनन्तरं सम्प्रसारणस्य प्रसक्तिः अपि अस्ति. वेङ्कटेशमहोदय वदति वा सम्प्रसारणकार्यं प्रयत्नं करोमि. अहं तु तत्र किञ्चित् भारते अस्मि, अतः मम सम्पूर्णतया भागं वोढुं न शक्तवान् वर्गे, परन्तु प्रयत्नं करोमि. अस्तु, उदाहरणं सम्प्रसारणे इदानीं ज्या इति धातुः वयं स्वीकुर्मः चेत् तत्र तथा आरभ्य वदामि वा? तत्र ज्या धातुः प्वादिगणे अन्तर्भूतः, परन्तु तत्र सम्प्रसारणी धातु अपि अस्ति, अतः तत्र विशेषकार्यं तत्र भवति. अत्र सूत्रमस्ति, सम्प्रसारणसूत्रं, ग्रहि ज्या वै व्यति वष्टि विचति पृच्छति पृच्छति बृज्जतीनां ङिति च इति सूत्रस्य अनुसारं तत्र सम्प्रसारणं भवति किति ङिति प्रत्यये परे. तत्र सम्प्रसारणकार्यम् इत्युक्ते यज्ञः सम्प्रसारणम् इति सूत्रस्य अनुसारणं भवति. तत्र यणः स्थाने यः इक् प्रत्यहारस्थितवर्णः आदिष्ट तस्य सम्प्रसारणसंज्ञा भवति. इत्युक्ते तत्र यणः इक् सम्प्रसारणम् इति तत्र अनुवृत्तिसहितसूत्रम्. अतः यण् वर्णे यणः इति प्रत्याहारे स्थिते वर्णानां स्थाने इक् प्रत्याहारवर्णस्थित समान वर्णाः तत्र सम्प्रसारणवर्णाः तत्र आदिष्टाः भवन्ति. अनन्तरं सम्प्रसारणाश्च इति तत्र सूत्रमस्ति. तत्र सम्प्रसारणसंज्ञवर्णात् अचि परे इति तत्र सञ्ज्ञकवर्णः भवति चेत् तत्र अन्तिमवर्णः भवति चेत् तत्र अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः भवति अपि. इतोपि एकं सूत्रमस्ति. अन्तिमवर्णः इत्युक्ते किं महोदय? महोदय अन्तिमवर्णः इति उक्तवान्, तत् न अवगम्यते मया. अङ्गस्य अन्तिमवर्णः सम्प्रसारणसंज्ञः वर्णः इत्युक्ते तत्र तदनन्तरं किमपि उपधायाम् अस्ति चेत् तत्र पूर्वरूपादेशः न भवति इति भवान् अहं मन्ये भवान् हलः इति सूत्रं सूत्रस्य कार्यम् अत्र किञ्चित् सम्प्रसारणार्थे इति सूत्रं वदति यत्र द्वे सम्प्रसारणे वर्णे सह तर्हि पूर्वस्य सम्प्रसारणं न भवति क्षम्यतां सम्प्रसारणार्थ वदति यत्र सम्प्रसारणम् अभवत् अनन्तरम् अच् वर्णः अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूप एव आदेशः अस्माकम् उदाहरणे वदति अस्ति वा जा इति अस्ति अत्र सम्प्रसारवर्णः कः तत्र इकारः यण् स्थाने इकारः भवति अनन्तरं सम्प्रसारणाश्च इत्यनेन सम्प्रसारणसंज्ञकवर्णात् अच् आ इति अच् वर्णः अस्ति अतः पूर्वपरयोः एकरूप आदेशः भवति अतः जि इति तत्र पूर्वरूपादेशः एकः आदेशः अत्र सम्प्रसारणवर्णः अस्ति यकारः अस्ति इति तर्हि सूत्रं केन सूत्रेण सम्प्रसारणं भवति इत्युक्ते इज्ञसम्प्रसारणम् इति संज्ञासूत्रमेव कार्यं विधीयते गृहीज्यावै इति सूत्रेण तर्हि यकारस्य यण् स्थाने इकादेशः भवति तर्हि यकारस्य स्थाने इकारादेशः जि भवति अनन्तरम् अधुना आ इतोपि तिष्ठति तर्हि अधुना अस्माकं सम्प्रसारण इक् वर्णः अस्ति प्रत्याहारे यत् आदेशः अभवत् तत् अस्ति अनन्तरम् अच् वर्णेषु एकः वर्णः अस्ति आ इति तर्हि पूर्वपरयोः स्थाने पूर्वरूप एव आदेशः भवति सम्प्रसारणवर्णः यत् अस्ति तदेव तिष्ठति अनन्तरं यत् अच् वर्णः अस्ति तत् आगच्छति धन्यवादः तर्हि अग्रिमपङ्क्तिं पठतु अहमेव वा कुत्र स्नाप् प्रत्ययः ततः आरभ्य वा स्नाप् प्रत्ययः षित् अपि अपि च पित् भिन्नत्वात् ङित्वत् सार्वधातुकम् अपित् इत्यनेन गृहीज्या इत्यनेन ज्या ङिति सम्प्रसारणम् अतः ज्या योगः न सम्प्रसारणं जि योगः न हलः इत्यनेन सम्प्रसारणस्य दीर्घत्वं जि जि योगः न प्वादीनां ह्रस्वः इत्यनेन शितिपरे प्वादीनां ह्रस्वत्वं पुनः जि योगः न जिना इति भवति अतः तत्र स्नाप्रत्ययः पूर्वमेव सुब्रह्मण्यमहोदय अपि उक्तवान् तत्र षित् अस्ति परन्तु पित् भिन्नत्वात् पित् अपि अस्ति अतः अपित् अस्ति किल तत्र अपित् किल तत्र दोषः अपित् अस्ति अतः तत्र सार्वधारकम् अपित् इति अनेन तत्र सूत्रेण गुणकार्यस्य निषेधः भवति सार्वधातुकम् सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति सार्वधातुकम् अपित् इत्यनेन ङित्वत् भवति ङित्वत् इति कारणात् तत्र गुणनिषेधः भवति केन सूत्रेण गुणनिषेधः ङिति च इति सूत्रेण अनन्तरम् अतः तत्र गृहीजा इति सूत्रेण तत्र सम्प्रसारणस्य कार्यं विधीयते अतः पुनः तत्र विकरणप्रत्ययः अस्ति न ज्या योगः न तत्र यकारस्य स्थाने इकार आदेशः भवति अतः जि योगः न इति भवति पुनः हलः इति सूत्रेण सम्प्रसारणस्य दीर्घत्वं भवति अतः इकारस्य दीर्घत्वं भवति जि योगः न पुनः प्वादीनां ह्रस्वः इति सूत्रेण तत्र यत् दीर्घं प्राप्तवती तत्र इकार इक् इक् वर्णः तत् शितिपरे यदा शित् अस्ति ना शित् प्रत्ययः अस्ति अतः शितिपरे पुनः तस्य ह्रस्वत्वं भवति अतः जि पुनः जि इति ह्रस्वं प्राप्य जि योगः न जिना इति भवति. पठामि वा महोदय? अग्रे हलः इति सूत्रमस्ति. उपरि यदा वेङ्कटेशमहेन महोदयेन उक्तं तत्र जिना इति स्थितौ हलः सूत्रेण तत्र दीर्घत्वं भूत्वा जीना इति रूपम् आयाति. तत्र हलः इति सूत्रस्य विवरणमस्ति. हलः तु वदति अङ्गावयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य तदन्तस्याङ्गस्य दीर्घो भवति. यः हल् वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वं भवति. ध्वनिः अस्ति वा महोदय? सम्यक् श्रूयते. सम्यक् श्रूयते वा? अस्तु. तर्हि हलः अनुवृत्तिसहितसूत्रमस्ति. हलः सम्प्रसारणस्य अङ्गस्य दीर्घः इति. अत्र अयम् इदं सूत्रं वदति यदि धातौ हल् वर्णः अस्ति तस्य परे सम्प्रसारणवर्णः सम्प्रसारणं भूत्वा गृहीज्या अनेन सूत्रेण सम्प्रसारणं भूत्वा तदनन्तरम् अपि च तत् निमित्तमस्ति अङ्गस्य अन्तिमवर्णः भवेत् इति. तर्हि हल् वर्णस्य उत्तरं यत् सम्प्रसारणवर्णः अस्ति अपि च तत् अङ्गस्य अन्ते भवति तादृशवर्णः दीर्घत्वं प्राप्नोति. हलः सम्प्रसारणस्य अङ्गस्य दीर्घः इति. इदानीम् अत्र यकारः दीर्घः जातः जि जि इति भवति. सः पुनः ह्रस्वः अभवत् क्वादीनां ह्रस्वः अनेन सूत्रेण जि जि इति भवति. तर्हि दीर्घत्वस्य फलं किम्? यत्र परो यः प्रत्ययः अस्ति सः सित् नास्ति तत्र क्वादीनां ह्रस्वः इत्यस्य प्रसक्तिः नास्ति. अत्र दीर्घत्वं तिष्ठति एव यथा इक्तप्रत्ययः योगः इक्त ग्रहिज्या अनेन सम्प्रसारणं भूत्वा जि योगः त हलः इत्यनेन सम्प्रसारणस्य दीर्घत्वं जि योगः त. नूतनसूत्रमस्ति ल्वादिभ्यः इति. ल्वादिभ्यः अनेन सकारस्य स्थाने नकारः आयाति तर्हि जीनः इति रूपम् आगच्छति. अत्र तु प्रश्नः उदेति वयं प्रथमं तु जिकारस्य जि इति हलः सूत्रेण दीर्घत्वं कुर्मः तदनन्तरं स्वादीनां ह्रस्वः अनेन पुनः ह्रस्वः प्राप्नोति इत्युक्ते तर्हि किमर्थं दीर्घत्वं करणीयमेव इति प्रश्नः उदेति. तर्हि समाधानम् एवं भवति यदि प्रत्ययः परे षित् नास्ति तर्हि क्वादीनां ह्रस्वः सूत्रस्य कार्यमेव न भवति यतोहि निमित्तमस्ति शितिपरे इति. यदि वयं तवतु रूपं वा तवतु इत्यादीनि प्रत्ययानां स्वीकुर्मः चेत् तत्र तु ते षित् नास्ति अतः तत्र दीर्घमेव तिष्ठति क्वादीनां ह्रस्व इति सूत्रस्य कार्यं न भवति. तर्हि द्वियोगः द्यायोगः इत्त ग्रहीत्या अनेन तत्र द्विरूपं भूत्वा द्वियोगः त इदानीम् इदानीं हलः सूत्रं कार्यं करोति ह्रस्वस्य दीर्घत्वं प्राप्य द्वित इति रूपम् आगच्छति. पुनः तकारस्य स्थाने नकारः आयाति द्वादिभ्यः इति सूत्रेण. द्वादि अपि लु आदि इति एकः गणः, अन्तर्भूतः गणः अस्ति, तत्र तकारस्य स्थाने नकारः आयाति. द्वादिभ्यः सूत्रमपि पठामि वा महोदय. अत्र अन्य कः अस्ति भगिनि? पुष्पभगिनी अस्ति वा? अस्ति. अन्य कोऽपि अस्ति वा विलम्बेन? कुत्र अस्ति न जानामि. लुवादिभ्यः इति अस्ति खलु भगिनि, क्रियादिगणः. वादिगणः न लुवा क्रयादिगणः. सम्प्रदस्कारणं तु क्रियादि तदेव अद्य अस्ति व्लादिभ्यः. अस्तु अस्तु व्लादिभ्यः न व्लादिगणः इत्यस्मिन् अन्तर्गणीयेभ्यः धातुभ्यः निष्ठा प्रत्यये परे निष्ठितस्य निष्ठागणितस्य तकारस्य नकारादेशो भवति. निष्ठा संज्ञकप्रत्ययद्वयं भवति, स प्रत्ययः तव प्रत्ययः च. व्लादिगणे एकविंशतिः धातवः सन्ति, यथा लु छेदने लु योगः ता लु सा, तत्तु लु योगः न लूनः कर्तितः इत्यर्थः. इत्यर्थः न अस्तु अस्तु इत्यर्थः एव प्रायः कर्तितः इत्यर्थः क्रवतौ लूनवान् क्रवतौ लूनवान् अस्तु. अत्र व्लादिगणे अन्तर्गणीयगणीयेभ्यः स तु अत्र निष्ठाप्रत्ययं अहं तु न जानामि भगिनि, सम्यक् न जानामि. अनेकः अस्ति तर्हि सुब्रह्मण्यमहोदय अर्थं सकारस्य नकार आदाति आयाति आयाति. आं भगिनि, तर्हि कीदृशप्रत्यये परे इत्युक्ते निष्ठाप्रत्यये परे इति अस्ति. अहम् अष्टाध्यायी डाट् काम् इति तत्रैव पश्यामि, तत्र एकं सूत्रमस्ति उक्तमस्ति 1126 इति सूत्रं, तत्र तव तु निष्ठा इति अस्ति. इत्युक्ते इत्थप्रत्ययः तवसु प्रत्ययः द्वौ अपि तेषां नामकरणं निष्ठा इति कृतमस्ति. तर्हि निष्ठा इत्युक्ते इत्थप्रत्ययः वा तवसु प्रत्ययः भवति निष्ठा तेषाम् 1126. तर्हि प्रयत्नं करोति वा? तर्हि निष्ठाप्रत्यये परे अस्ति चेत् सकारस्य नकारादेशः भवति चेत् अत्र अन्यत् उदाहरणं भवति. वादौ ह्वेङ् धातुः, लटि ह्वे योगः शप्, ह्वय योगः ति ह्वयति, आ उपसर्गपूर्वकः ह्वे लटि च आह्वयति. अत्र अन्य उदाहरणमस्ति भुआदिगणीयधातुः ह्वे. अत्र ञकारस्य लोपः भवति. ह्वे इति ह्वे योगः शप् लटि. अत्र ह्वे योगः अकारः भवति. अत्र एचोयवायावः इत्यनेन एकारस्य ऐ आदेशः भवति. ह्वै योगः अ ह्वय. अनन्तरम् अत्र ह्वयति इति तिङन्तपदमस्ति. आ उपसर्गं योजयामः चेत् अत्र आह्वयति इति भवति. तत्तु तिङन्तपदमस्ति. इदानीं यदि तान्तपदं पश्यामः वे योगः त, अत्र नूतनसूत्रमस्ति वचिस्वपि यजादीनां किति इत्यनेन सम्प्रसारणं. हु योगः ए योगः त सम्प्रसारणाच्च इत्यनेन सम्प्रसारणसंज्ञकवर्णात् अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः हु योगः त. हलः इत्यनेन अङ्गावयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घत्वं हूत. हा उपसर्गपूर्वकरूपम् आहूत. तवतौ पुंसि आहूतवान्. अत्र तान्तरूपं कथं भवति इति दत्तमस्ति. ह्वेन् धातुः अस्ति. ह्वे योगः त. अत्र नूतनसूत्रम् अस्ति वचिस्वपि यजादीनां किति. अत्र का कित् अस्ति. ह्वे तु अत्र वचिस्वपि यजादीनां अत्र प्रायः अन्यत् धातुसमूहः अस्ति. ह्वे तस्मिन् समूहे अस्ति. अत्र क्ता इति किति कित् प्रत् अस्ति. अतः अत्र प्रथमं वकारस्य सम्प्रसारणं भूत्वा हकारः अनन्तरम् उ अनन्तरम् ए भवति. अत्र उकार एकारयोः सम्प्रसारणाच्च इत्यनेन उकारः एव पूर्वरूपादेशः भवति. अनन्तरं हु योगः त. इदानीम् अत्र हलः इत्यस्य प्रसक्तिः अस्ति. किमर्थं चेत् अत्र हकारः हल्वर्णः तत्तु अङ्गावयवे अस्ति. अनन्तरम् उकारः सम्प्रसारण वर्णः. अतः अनन्तरं स च उकारः अङ्गस्य अन्ते अस्ति. हल्वर्णः तस्मात् पूर्वमपि अस्ति. अतः अत्र हलः इत्यस्य प्रसक्तिः अस्ति. उकारस्य दीर्घ भवति इत्युक् दीर्घः भवति. अतः अत्र हूता इति अङ्गं भवति. न हूता इति तान्तरूपमस्ति. तथा एव तव तु रूपमस्ति आहूतवत्. अत्र पुल्लिङ्गे आहूतवान् भवति. किमर्थं लट्टि किमर्थं सम्प्रसारणं न भवत् इत्यस्य? एकनिमिष भगिनि, पुनः पृच्छतु भगिनि. लट्टि किमर्थं सम्प्रसारणं न भवत्? लट्टि अत्र ह्वे योगः शप् अस्ति. अत्र शप् षित् अस्ति, पित् अस्ति. अतः सार्वधातुक आर्धधातुकयोः इत्यस्य न अत्र तत्तु नित् नास्ति, कित् नास्ति. अतः सम्प्रसारणं न भवति खलु. अत्र अत्र कित् नास्ति, किति प्रत्यय परे अस्ति चेदेव अत्र सम्प्रसारणं भवति. वचस्वपि यजादीनां किति इत्यस्य प्रसक्तिः अत्र नास्ति. वच एकनिमिष भगिनि किञ्चित् वचस्वपि यजादीनां किति पठामि वा भगिनि? अत्र अह्वे धातु उपसर्ग सदा उपयोगं करोति न? सदा यदा गच्छति आगच्छति इति उपसर्ग उपयोगं करोति. भिन्न भिन्न अर्थेन भवति, भिन्न अर्थेन कुत्रचित् भिन्न अर्थः न भवति, समान अर्थः किञ्चित् विशेषतया भवति. उपयोगं करोति आह्वयति इति, आह्वयति इति हूत्कारि न नयति इत्युक्ते किम् इति वा? अत्र कुत्रापि न दृश्यते न ह्वयति इति. एतावत्पर्यन्तं प्रायः वयम् आह्वयति इति प्रयोगं कुर्मः, किन्तु ह्वयति इति अपि समान अर्थः इति अहं स्पोकन् संस्कृत डाट् आर्ग् तत्र पश्यामि किम् इति. काल् इति स्पर्धायां शब्दे अत्र बुलाना ललकाराना समान बुलाना समान अर्थः एव भगिनि अत्रापि किञ्चित् भिन्नरूपेण. स्पर्धायाम् इत्युक्ते किञ्चित् स्पर्धा भवति तस्मिन् समये एव तस्य उत्तरं भवति. युद्धसमये युद्धसमये यः भवति खलु अत्र युद्धं करणार्थं पुस्तकेषु प्रायः वयं न दृष्टवन्तः इति अस्ति भगिनि. न दृष्टं आहूतात्तु आहूत् आकार नास्ति चेत् अत्र अत्र समान अर्थं समान समानं तत्तु स्फूत अहं कुत्रापि न दृष्टं तथैव. चिन्ता नास्ति भगिनि, तथा केषां केचन धातवः वयं कुत्रचिदपि न दृष्टवन्तः, नूतनधातवः सन्ति खलु धातुपाठे एव वयं पठामः खलु. तत्र सूत्रम् आरभ्य किल? अस्तु वचस्वपि यजादीनां किति इति सूत्रमस्ति. वच् स्वप् यज् वप् वह् वस् वद् वेङ् हे ह्वेङ् श्वी व्येङ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे. यज् आदिर्येषां ते यजादेः. वचिश्च स्वपिश्च यजादयश्च तेषाम् इतरेतरद्वन्द्वो वचिस्वपियजादयः तेषां वचिस्वपि यजादीनां. वचिस्वपि यजादीनां षष्ट्यन्तं किति सप्त्यन्तं सप्तम्यन्तं द्विपदम् इदं सूत्रम्. ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं वचिस्वपि यजादीनां सम्प्रसारणं किति. अतः तत्र सूत्रमस्ति एतेषु धातुषु यदा वच् स्वप् यज् वप् वह् वस् वद् व्येङ् ह्वेङ् श्वि व्येङ् इत्येषां धातूनां सम्प्रसारणं भवति. कदा भवति इत्युक्ते यदा किति प्रत्यये परे. यजादयः इत्युक्ते यज् आदिः यद् अस्ति तत् येषां धातूनां यजादयः इति नामकरणं कृतं. वचिश्च स्वपिश्च यजादयश्च तेषाम् इतरेतर द्वन्द्वः भवति. वचिस्वपि यजादयः इति तस्य षष्टि रूपमस्ति तेषां वचिस् स्वपि अजादीनाम् इति. अतः तत्र वचिस्वपि अजादीनां किति इति तत्र तेषां धातूनां सम्प्रसारण आदेशः भवति यदा किति प्रत्यये परे. पुनः तत्र श्यङ् सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् तत्र अनुवृत्तिः भवति. अतः अनुवृत्तिसहितसूत्रं वचिस्वपि अजादीनां सम्प्रसारणं किति. अतः येषां धातूनां ये तत्र उपरि दत्ताः तेषां यदा किति प्रत्यये परे तत्रापि तत्र सम्प्रसारणं विधीयते इति सूत्रं वदति. सम्प्रसारणसंज्ञा विधीयते. धातोः अस्ति लति किं भवति, अनन्तरं तत् प्रत्यये परे किं भवति इति तदपि वदति. बस् धातुः तत्र लट् लटि तत्र केवलं वसति इत्येव भवति. परन्तु तत्र ता प्रत्यये इदानीं किञ्चित् अहं प्रयत्नं करोमि. ततः तत्र बस् तत्र सम्प्रसारणसङ्ख्या किन्तु उकारः विधीयते वा तत्र? तर्हि तत्र उकारस्य स्थाने उकारः. अतः इव् योगः इस् योगः त तत्र वकारस्य स्थाने उकारः भवति. वकारे परे अकारः अपि अस्ति. आमां वकारः अनन्तरं अकारः अनन्तरं सकारः अनन्तरं ता प्रत्ययः. अतः तत्र वकारस्य स्थाने उकारः आदेशः भवति. पुनः अकारः अस्ति, सकारः अस्ति, तकारः अस्ति. परन्तु तत्र इदानीं केन सूत्रेण सम्प्रसारणम् उकारादेशः भवति? तत्र वचिस्वपि अजादीनां किति इति सूत्रेण एव तत्र किल. यतः ता प्रत्ययः कित् प्रत्ययः अस्ति. वच् तस्य वचिस्वपि अजादीनाम् इति तत्र वचिस्वपि अजादयः इति गणे अन्तर्भूतः अस्ति वस् धातुः. अतः तस्य सूत्रं तत्र कार्यं करोति. तर्हि तत्र वकारस्य स्थाने उकारः आदेशः भवति. पुनः तत्र सम्प्रसारणाश्च इति सूत्रेण तत्र सम्प्रसारणसंज्ञकवर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः भवति. अतः तस्य उकारस्य अनन्तरं स्थितः अकारः अपगच्छति. अतः उयोगः इस् योगः त इदागमः अपि भवति चेत् अस्ति. तर्हि इदागमः भवति उकारः सकारः इकारः सकारः इति भवति. तर्हि अधुना सकारस्य षकारः भवति. तत्र सूत्रमहं विस्मृतवान्. कोऽपि स्मरति वा? आदेशप्रत्यययोः अतः सकारस्य षकारः भवति. अतः उ योगः इष् योगः इ योगः थ. अतः रूपं भवति उषित् इति. उषित् उषित उषित इति भवति, अतः पुंसि तत्र उषितवान् इति, तवतौ पुंसि उषितवान् इति भवति. भिन्नकार्यमस्ति भगिनि, तत् इडागमः इति भिन्नकार्यमस्ति. केचन धातूनां कृते इडागमः भवति, यथा लुट्कारे भदिश भदति भविष्यति इति इडागमः, बद् धातोः अपि इडागमः भवति, तथा एव अत्र इति आगच्छति. मध्ये उषितः तत्तु उदितः, बद्धदातुः उदितः, अत्र बद्धदातुः अपि अस्ति खलु उदितः इति रूपं. किं कार्यम् इडागम इडामः इति मध्ये आगच्छति. इडागम तत्तु भिन्नकार्यमस्ति, कृतस्य महोदय पाठयिष्यति. पूर्वं पाठितवान् किल तत्र यदा इति प्रत्ययस्य निमित्तमस्ति. अनन्तरं धातुः अपि सेत् अस्ति चेत् इदानीं सेत् अन्यत् कदा भविष्यति इति न पाठितवान् मणिमहोदय ध्वनिः अस्ति कनेक्षन् मध्ये. हेमा भगिनी अत्र अग्रे वा भगिनि? हलः इति भगिनि एकवारम् अत्र वचिस्वपि यजादीनां किति सूत्रे धातवः सन्ति किल, तेषाम् एकवारं लटिरूपम् अपि तवतु रूपं वदामः चेत् अनन्तरं गृहपाठरूपेण वयं कर्तुं शक्नुमः एकवारं तेषां कुत्र कुत्र किं भवति इति अपि च अग्रे हलः इति अस्ति. हलः इति सूत्रे हलः यदुत्तरं सम्प्रसारणम् इति किमर्थम् उक्तम्? अल् वर्णः किमर्थं पूर्वं भवेत्? द्वादौ वे इत्यस्य वे योगः इत्क उतः एव पूर्वस्थितस्य हल् वर्णस्य अभावात् न दीर्घत्वं. तव तु उतवान् अङ्गावयवात् हलः इत्यनेन अयं हल् वर्णः किमर्थम् अङ्गस्य अवयवः भवेत्? निर्योगः वे योगः इत्त निरुतं रेफः यद्यपि हल् वर्णः किन्तु अङ्गस्य अवयवः न, अतः दीर्घादेशो न भवति. तदन्तस्य अङ्गस्य दीर्घत्वं किमर्थं? व्यद् इत्यस्य विद्धः व्यच् इत्यस्य विचितः इति रूपम् अस्ति. इदानीं केचन दृष्टान्तः सन्ति अत्र किमर्थं हलः प्रयोजने सम्प्रसारणं कुत्र भवति अपि च दीर्घत्वं कुत्र प्राप्नोति किमर्थम् इति विवरणमस्ति. वादिगणे यदि वयं वे इति धातुं स्वीकुर्मः तर्हि इक्तप्रत्ययः प्रयुज्यामः चेत् तत्र इक्तः तु कित् अस्ति. कित् अनेन वचि स्वपि यजादीनां किति सूत्रेण तत्र सम्प्रसारणं भवति. वकार एकारस्य स्थाने पूर्वपरयोः स्थाने एकः आदेशः सम्प्रसारणात् च अनेन उकारः आगच्छति. तर्हि उयोगः च उतः इति रूपमेव आगच्छति. अत्र हलः तस्य कार्यं न भवति यतोहि उकारस्य पूर्वं हल् वर्णः नास्ति इति. तस्य तवतु रूपमपि उतवान् इति एव भवति. यदि वयम् उपसर्गम् प्रयोगं कुर्मः चेत् निर् इति उपसर्गः अस्ति, निर्योगः वेयोगः इत्स इदानीं पूर्ववर्णः हल् वर्णः अस्ति रेपः इति, परन्तु निर् तु उपसर्गः अस्ति, तत्तु भिन्नपदमेव अस्ति, अतः अङ्गः अङ्गस्य अवयवः नास्ति इति कृत्वा तत्र दीर्घादेशः न भवति, केवलं सम्प्रसारणः एव सम्प्रसारणवर्णः एव आगच्छति, पुनः वचिस्वपि यजादीनां किति अपि सम्प्रसारणाच्च इति कारणेन तत्र निर्योगः उ एव भवति, तर्हि निर्योगः उ योगः त निरुत निरुतम् इति रूपम् आयाति. यद् यद् अत्र यद् अत्र वकारयकार द्वौ वर्णौ स्तः सम्प्रसारणवर्णः, परन्तु न सम्प्रसारणसम्प्रसारणे इत्यनेन पूर्वसारणे न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण अनेन सूत्रेण तस्य पूर्वस्थितस्य सम्प्रसारणं न भवति, अतः वकारस्य न भवति, केवलं यकारस्य इकारः आयाति, तर्हि वि योगः इद् विद् इति रूपम् आयाति, विद्योगः इत् अतः अत्र इत् अस्ति अनेन कारणेन विद्योगः त पुनः सन्धिकार्यमस्ति तत्रापि विद्धः इति रूपं निष्पन्नम् इति. व्यच् तु अत्रापि समानरूपेण यकारस्य एव इकारः भवति, तर्हि वि वियोगः विच् योगः तः तर्हि अत्र इडागमः इडागमस्य कार्यं भवति, अतः विचितः इति रूपं निष्पन्नम्. अन्यत् किमपि वक्तव्यं वा भगिनि? मणिमहोदय इतोपि ध्वनिः अधुनापि मणिमहोदय ट्राफिक् इति रूपेण बृहती ध्वनिः अस्ति इति महोदय, अतः एव धन्यवादः. पृष्टवती भगिनि पठति वा अग्रे. सम्प्रसारणं गृह् धातुः गृहि द्या वै यति वष्टि वचति वृच्छति गृच्छति पृच्छति वृजतीनां नीति नीति च गृह द्या वै व्यत् वष् यच् वृष्ठ पृच् ब्रस् येषां सम्प्रसारणं भवति कितिनिति प्रत्ययपदे. गृह् योगः श्ना ग योगः ऋ योगः अ योगः ह योगः श्ना ग्रहिज्या इति सूत्रेण इत्यनेन सम्प्रसारणं ऋकार अकारस्य ऋ अकारस्य पूर्वरूपादेशः योगः ऋ योगः ह योगः न अट्कुप्वायुयेति इत्यनेन नत्वं गृह्णा इति अङ्गम् गृह्णा इति महोदय कुत्रचित् ध्वनिः अपि अस्ति, किञ्चित् म्यूट् कुर्वन्ति वा? सर्वे म्यूट् कुर्वन्ति वा? भगिनी न पुष्पभगिनी भगिनी वदतु भगिनि. गृहीत्या वै व्यति वष्टि वचति वृष्टति पृच्छति बृजतीनाम् इति च ते एते धातु येषां धातु सम्प्रसारणं भवति प्रत्ययपरे. तत्तु अत्र उदाहरणं तिष्ठति. गृह्ण योगाश्ना अत्र गयोगः रयोगः आयोगः योगः श्ना तु अत्र तु ऋकारः पूर्वरूपादेशः ऋकारः आदेशः भवति केन सूत्रेण? ग्रहिज्या सूत्रेण वै इति सूत्रेण. अनन्तरं किं भवति? अधुना गकारः ऋकारः अकारः हकारः न इति अस्ति. तर्हि अकारस्य पूर्वरूपादेशः केन सूत्रेण भवति? ऋकारः. अकारस्य पूर्वरूपादेशः ऋकारः इति केन सूत्रेण? अकारऋकारयोः स्थाने पूर्वरूपादेशः ऋकारः तिष्ठति. पूर्वं दृष्टवन्तः सम्प्रसारणाच्च इति सूत्रेण. ऋकारः आयाति, तत्तु गृहीज्या वै इति. अधुना ऋकारः अस्ति, अनन्तरम् अकारः अस्ति खलु, तदनन्तरम् एकम् आ इति अस्ति अकारः. तर्हि अकारः केन सूत्रेण अपगच्छति? सम्प्रसारणार्थ इति सूत्रेण. आं भगिनि, अनन्तरं नत्वविषयमस्ति. तत्र ना इति अस्ति, तत् कथं न इति भवति इति केन सूत्रेण अस्ति? गृह्णा इति अङ्गम् धन्यवादः. इदानीं ज्ञा धातुः ज्ञा जनोर्जा ज्ञा क्रियादिगणे जन् दिवादिगणे चेत्यनयोः जा आदेशो भवति शिति प्रत्यये परे. आदेशः अनेकाल् अतः अनेकाल्षित् सर्वस्य अत्र धातुद्वयमस्ति, ज्ञा अपि च जन्. ज्ञा धातुः क्रियादिगणे अस्ति, जन् धातुः दिवादिगणे अस्ति. अत्र अनुवृत्तिसहितसूत्रमस्ति ज्ञाजनोः अङ्गस्य जा शिति. अत्र ज्ञा इति नयामः, अत्र ज्ञा इति क्रियादिगणे अस्ति. अनन्तरम् अत्र श्ना इति विकरणप्रत्ययः, श्ना षित् अस्ति. अतः अत्र ज्ञा इत्यस्य अङ्गस्य जा आदेशः भवति. अत्र जा इति अनेकाल् अस्ति, अतः पूर्ण अङ्गस्य स्थाने जा इति आगच्छति. ज्ञा स्थाने जा इति आगच्छति. तथा एव अत्र जन् दिवादिगणे अस्ति, दिवादिगणे प्रत्ययः अस्ति श्यन्, तदपि षित् अस्ति. अत्रापि जन् स्थाने जा इति आदेशः भवति. किमर्थं चेत् तस्मात् अनन्तरं तस्य अनन्तरम् अत्र ष्यन् प्रत्ययः अस्ति, तदपि षित् अस्ति. ज्ञाजनोर्जाः ज्ञाजनोः अङ्गस्य जाष्यति इति अत्र आम् प्रायः भवान् अग्रिममपि वदति वा जन जनसनखनां अत्र अशीतिजादेशः न भवति ज्ञायोगः यति ज्ञास्यति ज्ञायोगः क ज्ञातः जन्योगः स्यते जनिष्यते अत्र प्रायः इडागमः अनन्तरम् अत्र आदेशप्रत्यययोः इत्यस्य प्रसक्तिः अपि कार्यमपि अस्ति जन्योगः क अत्र नूतनसूत्रमस्ति जनसनखनां सञ्झलोः इति सूत्रेण नकारस्य अकारः अपि आकारः सवर्णदीर्घः जातः इति भवति अत्र सूत्रमस्ति जनसनखनां सञ्झलोः जन् सन् खन् येषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि सन्प्रत्यये परे झलादि कित् णित् प्रत्यये परे च अनुवृत्तिसहितसूत्रं जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्नेति इति अत्र अस्ति अत्र जन्योगः त अत्र जन् अत्र जन् सन् खन् येषां धातूनाम् एकः धातुः अस्ति जन्योगः क अत्र त इति कित् अस्ति अतः क्निति इत्यस्य प्रसक्तिः अत्र जन्योगः क अत्र नकारस्य आकारः भवति इत्युक्ते अत्र जयोगः आ अत्र सवर्णदीर्घसन्धि भूत्वा जायोगः सः जायोगः त जात जातः इति पुल्लिङ्गे भवति अनित् इति अनिततः ततः आरभ्य किल अनिदितः दातवः षट् दातवः एतावता अस्माभिः दृष्टं यत् धातुः इदित् अस्ति चेत् तत्र नुमागमस्य प्रसक्तिः यथा वदि धातुः इदित् इदित् इत्युक्ते ह्रस्व इकारः इत् यस्य सः अस्ति अतः इदितौ नुम् धातोः इति सूत्रेण नुमागमः विहितः वदि वद् तत्र नुमागमः विहितः अतः वन्द् इति परिवर्तनम् अनन्तरं अनुस्वारं भूत्वा वन्द् पुनः वन्द् इति भवति स च नुमागमः नित्यः न कदापि गच्छति नाम यदा मूलधातौ नकारः नास्ति यथा वद् धातौ अनन्तरं नकारं योजयामः इति तौ नुम् धातोः इति सूत्रेण तदा तस्य नकारस्य लोपः न कदापि भवति इदानीं तत्र यत्र वयम् इदित् धातुः इदित् इत्युक्ते यत्र ह्यस्व इकारः इत् संज्ञा यत्र यस्य तस्य नाम इदित् दातवः इति नामकरणमस्ति तत्र इदित् धातूनां कृते तत्र नुमागमस्य प्रसक्तिः अस्ति सूत्रमस्ति इदितौ नुम् धातोः इति सूत्रेण उदाहरणमस्ति वद् धातोः वन्द् इति तत्र परिवर्तनं भवति सच् नुमागमः यदा धातोः मूलधातोः यदा नकारः नास्ति तद् अनेन सूत्रेण यदा नुमागमः विहितः भवति स च नकारः कदापि लोपः न भवति इति अत्र दत्तमस्ति अग्रे पठामि वा परन्तु मूलधातौ नकारः अस्ति चेत् तर्हि तस्य लोपः अर्हः क्रयादौ एतादृशाः षट् धातवः सन्ति बन्द् श्रन्त् मन्त् स्रन्त् अन्यः द्विवारमस्ति अतः तत्र प्रायः अन्यार्थे स्रन्त् इति अस्ति ग्रन्त् कुन्त् च एते धातवः अनिदितः ह्रस्व इकारः इति येषां नास्ति ते अतः किति इति प्रत्यये परे तेषाम् उपादायां स्थितस्य नकारस्य लोपः भवति। स्ना अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण ङित् भवति। अतः पूर्वं तत्र वयं दृष्टवन्तः यत्र मूलधातौ नकारः नास्ति अनन्तरं विदितौ नुम् धातोः इति सूत्रेण नुमागमः विहितः, अत्र तु तत्र मूलधातौ एव तत्र यत्र नकारः अस्ति तादृशनकारस्य लोपः अर्हः। उदाहरणार्थं षट् धातवः तत् क्रयादौ षट् धातवः सन्ति, बन्द् श्रन्त् मन्त् पुनः अन्य श्रन्त् अस्ति ग्रन्थ् कुन्त् इति षड् धातवः सन्ति। तेषु धातुषु पूर्वमेव मूलौ धातौ एव तत्र नकारः अस्ति, अतः एते धातवः अनिदितः, अतः येषु धातुषु तत्र यदा कितिमिति प्रत्यये परे तत्र उपधायां स्थितस्य नकारस्य लोपः भवति। तत् किञ्चित् भिन्नं पूर्वस्य दृष्ट्या तत्र अत्र भिन्नं भवति, यतः मूलौ धातौ एव नकारः अस्ति, तत् कितिमिति प्रत्यये परे तस्य नकारस्य लोपः भवति। पुनः श्ना प्रत्ययः अपि तपि अस्ति, अतः सार्वधातुकम् अपि इति सूत्रेण ङित्वत् भवति, ङिति च इति सूत्रेण तत्र गुणनिषेधः न भवति, अतः गुणकार्यं न सम्भवति। क्षम्यतां भगिनि, अनिदितां हल् उपादायाङिति अत्र येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपादायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति कितिङिति प्रत्यये परे इति अस्ति। अनुवृत्तिसहितसूत्रं पठामि वा महोदय? पूर्वं न पठितवन्तः पठामि इत् इत् अस्ति येषां ते इदितः न इदितः अनिदितः बहुव्रीहिगर्भः नञ् तत्पुरुषसमासः तेषाम् अनिदितां क च ङ च तयोः इतरेतरद्वन्द्वः ङौ ङौ इतौ यस्य सः ङित् द्वन्द्वगर्भः बहुव्रीहिसमासः तस्मिन् ङिति अनिदितां षष्ट्यन्तं हलः षष्ट्यन्तम् उपादायां षष्ट्यन्तं ङिति सप्तम्यन्तम् अनेकपदमिदं सूत्रं श्नान्नलोपः इत्यस्मात् नलोपः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अनिदितां हलः अङ्गस्य उपादायाः नः लोपः ङिति। अत्र इदं सूत्रं वदति यत्र अनिदितः धातवः सन्ति इत्युक्ते यस्मिन् इत्संज्ञक वर्णः नास्ति अन्ते इति। पूर्वं वयं यदा वन्द् दातुं दृष्टवन्तः तत्र तु वदि इति इत् रूपम् आसीत्, इदानीम् अत्र यत्र इत्संज्ञकवर्णः नास्ति तादृश धातौ यदि उपधायां हल् वर्णः अस्ति अपि च कित्वा ङित् परे अस्ति तर्हि नकारस्य नकारः हल् वर्णः हलन्तधातुः अस्ति उपादायां नकारः अस्ति। आं भगिनि, यथा बन्द् अन्ते धकारः अस्ति हल् वर्णः उपादायां नकारः अस्ति तादृश धातौ नकारस्य लोपः भवति यदि कित् वा ङित् परे अस्ति चेत्। यदि वयं बन्द् इति रूपं स्वीकुर्मः तर्हि बन्द् तु एते धातवः क्रयादिगणे सन्ति अतः श्ना इति विकरणप्रत्ययः आयाति, तर्हि नकारस्य लोपम् अनिदितां हल् उपादायाङिति इति सूत्रेण नकारस्य लोपं भूत्वा बद् इति आयाति, बद्योगः न बद्ना इति अङ्गं भवति, बध्नाति इति लटीरूपं भवति। तर्हि उदाहरणमपि अत्र अस्ति, एवमेव बन्द्योगः श्ना बन्द्योगः न उपदानकारस्य लोपः ङिति परे, ङिति परे इत्युक्ते अत्र सार्वधातुकम् अपित् श्ना तु अपित् अस्ति, अपित्वात् तत्र सार्वधातुकम् अपि च इति च सूत्रेण तत्र ङित्वत् भवति. अतः केन सूत्रेण निद्वत् भवति? सार्वधातुकम् अपि अनेन ङित्वत् भवति. ङिति च इति सूत्रं तु गुणनिषेधकसूत्रमस्ति, अत्र ङित्वत् एव अस्ति. ङित्वत् कारणेन ङिति परे इति मत्वा न, ङित्वत् इति कारणेन तत्र नकारस्य लोपः भवति. पद्योगः न बध्ना इति, तथैव श्रत्योगः न श्रत्ना, मत्योगः न मत्ना, अपि च ग्रन्थ्योगः न ग्रन्थ्ना कुन्त्ना इति रूपाणि अङ्गानि भवन्ति. सार्वधातुकलकारेषु सर्वत्र श्ना आयाति. श्ना अपित् अतः निद्वत्. तर्हि सार्वधातुकलकारेषु लट् लोट् लङ् विधिर्लिङ् इत्येषु सर्वत्र न लोपः, यथा लटि बन्ध् योगः श्ना योगः सि बध्नाति. शत्रु अपि तथा, यतः शत्रुषित् अतः सार्वधातुकप्रत्ययः. शत्रु सर्वदा कर्तृत्वे, अतः कर्तरि शप् इत्यनेन शप् शपं प्रभाव्य श्ना आयति. बन्धयोगः श्ना शत्रु, बन्ध बन्धयोगः श्ना योगः अत् बध्ना योगः अत् अजादिषु अपि तु श्ना प्रत्ययस्य अकारलोपः. श्नाभ्यस्त योरातः, श्नाभ्यस्त योरातः इति सूत्रेण अधः तृतीये सोपाने पश्यन्तु. वदति वा भगिनि? अत्र क्रयादिगणे सार्वधातुकलकारेषु सर्वत्र श्ना प्रत्ययः आयाति. अपत् अतः निद्वत् भवति. तर्हि लक लट् लोट् सार्वधातुकलकारेषु लट् लोट् लङ् विजिर्लिङ् इत्येषु सर्वत्र न नकारः लोपः. केन सूत्रेण नकारः लोपः करोति? अनिदितां हल् उपधा किमर्थम् इत्युक्ते सर्वत्र श्ना आयाति इत्यतः सर्वत्र निद्वत् अस्ति श्ना इति, तर्हि न लोपः भवति अनिदितां. यथा लटि बन्द् योगः श्ना योगः सि बध्नाति आयाति. अत्र शत्रन्तरूपं शीततः सार्वधातुकप्रत्ययः. शत्रु तु सर्वदा कर्तृते कर्तरि शप् इत्यनेन शप् शपं प्रभाव्य श्नायाति. तत्र शत्रुत्व एव भवति खलु शत्रुप्रत्ययः. तिष्ठन् इति सर्वदा कर्तृत्वकेव भवति. यदि कर्मणि रूपे भवति तर्हि रूपं किं? कर्मण्यर्थे न भवति खलु कत्र श्ना इति न आयाति. शत्रुरूपं यक् प्रत्ययः विधीयते, शत्रुरूपं सर्वदा कर्तृत्वे एव भवति खलु. कर्मण्यते चेत् आत्मनेपदि रूपं भवति, शानच् रूपं भवति। यदि वयं वदामः रामः गच्छन् पठति, तर्हि रामेण गच्छन् किं भवति? गच्छता रामेण इति वा? गच्छता रामेण, सत्यं। किन्तु किमित्युक्ते कर्मणि रूपं यदि वयं उपयुक्तं इच्छामः चेत् तत्र तु शानच् एव रूपं भवति खलु। किमर्थमिति कर्मणि अत्र सर्वदा आत्मनेपदिरूपं भवति लति, तर्हि शानच् रूपं भवति। भगिनि तत्र शानच् केवलम् आत्मनेपद्यर्थे, परन्तु शत्रु परस्मैपद्यर्थे, अतः तत्र समानमेव, कर्तृत्वके एव। तत्र भवती यथा पूर्वम् उक्तं, तत्र यक् प्रत्ययः विधीयते कर्मण्यर्थे, अतः तत्र पुनः यकारः अस्ति। तत्र इदानीं वन्दते इति अस्ति, अतः वन्दमानः इति अपि एव अस्ति, अतः तत्र कर्मणीयते इति पृष्टवती, तर्हि वन्द्यमान इति। आमां, तत्र यकारः आगच्छति। मया दोषः अभवत्, धन्यवादः। अस्तु भगिनि, अग्रे वदति वा पुष्पा भगिनि? तर्हि अधुना किम् अभवत्? शत्रुत्वरूपं बन्द् तत्रापि श्ना विधीयते इति संक्षिप्तरूपेण दत्तमस्ति। तर्हि बन्द्योगः, श्नायोगः, शत्रु इति अस्ति। शत्रु इति अनुबन्धलोपानन्तरम् अस्थिति तिष्ठति। तर्हि अत्रापि श्ना इति अपित् अस्ति इत्यस्मात् विद्वद्भूत्वा अनिदितां हलोपदायानिति इत्यनेन नकारलोपः भवति। बन्द् इति धातोः बद् इति भवति, बद्ना इति भवति अङ्गम्। अनन्तरं भिन्नसूत्रमस्ति, बद्नात् इति न भवति, बद्नन् इति भवति भिन्नसूत्रेण इति तृतीयसप्ताहे अग्रे उक्तमस्ति। तत् अजादिकसूति वा? अजादि आकारलोपः बध्नत् स्वमेव कृतं न? भगिनि, तत् आ लोपः भवति, किमर्थम् इत्युक्ते वेके अभिन्नसूत्रे श्नाभिरूपं किं बध्नत् बध्नत् बध्नत् पुल्लिङ्गे बध्नन् इति। सुब्रह्मण्यं महोदय। आं भगिनि, आर्धधातुकप्रत्ययेषु परेषु कित्वात् न लोपः, दृष्टान्ते तप्रत्यये परे बन्धयोगः त, अनिदितां हल उपधायामिति बद्ध पुंसि बद्धः, संयोगः बन्ध योगः त सम्बद्धः, सम्बद्ध पुंसि सम्बद्धः। आर्धधातुकप्रत्ययेषु परेषु कित् नित् इति प्रत्ययान् विहाय अनिदितां न लोपः न भवति, यथा बन्धयोगः तव्यत् बन्धव्यं, बन्धयोगः अनियत् बन्धनीयं, बन्धयोगः तुमुन् बन्धु। अत्र विषयः अस्ति अत्र षड् धातवः सन्ति क्रियादिगणे, तेषु उपधायां नकारः अस्ति, अत्र अनिदितां हल उपधाया निति इत्यस्य इति सूत्रेण अत्र उपधायां यः नकारः अस्ति अत्र नकारस्य लोपः भवति यदि निति प्रत्ययपरः अस्ति। अत्र बन्धयोगः श्ना भवति बध्ना इति। इदानीम् अत्र दत्तमस्ति, अत्र यदि आर्धधातुकप्रत्ययः परः अस्ति, अत्र कित्वत् भवति चेत् अपि नकारस्य लोपः न भवति. यथा अत्र बन्धयोगः ता तु कित् अस्ति. अत्रापि नकारस्य लोपः भवति अत्र. क्षम्यतां भगिनि, कित्वत् अस्ति. कित् इत्युक्ते अत्र अनिदितां हल उपधाया स्मिति इत्यस्य प्रसक्तिः भवति. किमर्थं चेत् अत्र कित् अस्ति, अत्र उपधायां नकारः अस्ति. अङ्गस्य अन्ते अत्र धातोः अन्ते हल् वर्णः अपि अस्ति, अनिदित् अपि अस्ति. अतः अत्र तस्य प्रसक्तिः अस्ति. अतः अत्र नकारस्य लोपः भूत्वा बद्धयोगः ता बद्धा इति भवति. पुल्लिङ्गे बद्धा. अत्र सम् यदि उपसर्गतुल्य पदमस्ति, संयोगः बन्धयोगः त, अत्र सम्बद्धा इति भवति. पुल्लिङ्गे सम्बद्धः. यदि आर्धधातुकप्रत्ययेषु परेषु कित् णित् इति प्रत्ययान् विहाय अनिदितां न लोपः न भवति. अत्र यदि तव्यत् तु कित् नास्ति, नित् नास्ति, अतः अत्र बन्धयोगः तव्यत्. अत्र उपधायां यः नकारः अस्ति लोपः न भवति, अतः अत्र रूपं भवति बन्धव्यं. बन्धयोगः अनियर्, अत्रापि अनियर् कित् नास्ति, नित् नास्ति, अत्र बन्धनीयम् इति भवति. बन्धयोगः तुम्न् बन्धुमिति भवति. अत्र आर्धधातुकं वा सार्वधातुकं वा यदि प्रत्ययः कित्वा नित्वा अस्ति तर्हि अनिदितां हल उपधायाः क्नेति इत्यस्य सूत्रेण अत्र नकारस्य लोपः भवति. आर्धधातुकप्रत्ययेषु यदि कित्वा नित्वा प्रत्ययः नास्ति चेत् अत्र नकारस्य लोपः न भवति. णत्वं क्रयादिगणे बहुषु धातुषु रेपः, ऋकारः, षकारः च सन्ति. अतः तेभ्यः वर्णेभ्यः नकारस्य णत्वं भवति. व्यवयापि इत्यनेन स्वराः कवर्गीयः व्यञ्जनानि, पवर्गीयव्यञ्जनानि ह, य, व, र, अनुस्वारः च मध्ये सन्ति चेदपि णत्वं भवति. यथा क्रीयोगः न क्रीणा, गृह्योगः न गृह्णा. अत्र ऋकारः नकारयोः मध्ये हकारः अस्ति, तथापि नकारस्य णत्वं भवति इति. अतः तत्र रषाभ्यां नूनः समानपदे इति सूत्रमस्ति. अतः यदा रेपः, ऋकारः वा षकारः वा सन्ति, यदा मध्ये तत्र नकारस्य णत्वम् इति तत्र प्रसक्तिः प्राप्तिः अपि अस्ति. परन्तु तत्र अट्कुट्वोङ् कुट्वाङ् नुं यव व्यवायेपि इति अनेन सूत्रेण तत्र मध्ये यदि कवर्गः, कवर्गीयव्यञ्जनं वा पवर्गीयव्यञ्जनानि वा ह, य, वर, अनुस्वारः वा मध्ये सन्ति चेत्, तत्र पूर्वं तत्र ऋकारः साक्षात् तत्र नकारस्य पूर्वं ऋकारः, ऋकारः, षकारः वा अस्ति चेत् तत्र णत्वं निश्चयेन भवति. परन्तु अनेन सूत्रेण ये व्यञ्जनानि वा मध्ये नकारस्य पूर्वं ऋकारं, ऋकार, नकारं मध्ये सन्ति चेदपि तत्र णत्वं भवति. अतः तस्य तन्निमित्तम् उदाहरणद्वयं तत्रमस्ति. क्रियोगः न, तत्र क्रीणा इति अस्ति. अत्र स्वरः अस्ति मध्ये, तत्र अपि णत्वं भवति. पुनः अनन्तरं गृह्योगः न, तत्र हकारः अस्ति रकारनकारयोः मध्ये, तथापि तत्र नकारस्य णत्वं भवति. तत्र ते तु तत्र अव्यवदायकवर्णाः इति उच्यते इति मन्ये तत्र, यतः तत्र तेषां मध्ये स्थितस्य कारणेन तत्र णत्वस्य बाधितं न भवति, अतः तथापि णत्वं भवति इति. भगिनी अत्र एकः प्रश्नः, अत्र अट्कुप् वाङ्नुं व्यवायेपि अस्ति खलु, अत्र आङ् इति किम्? अत्र आङ् इति उपसर्गः अस्ति, अस् इति अर्थ प्रत्याहारः इत्युक्ते तत्तु समीचीनम्. आङ् हयवरट् इति, अनन्तरं कूपु इति अस्ति, अनन्तरम् आङ् इति उपसर्गः, आङ् इति उपसर्गः अस्ति. उपसर्गः मध्ये आगच्छति वा? उपसर्गः इति मध्ये आय यत्र समासः सर्वं भवति तथापि कार्यं भवति, समासे इति करणीयं खलु. अनन्तरं नुम् नुम्मागमः, नुम् इति नुमागमः इतो नुम् न दातु, तदेव निम् आगमः, तदपि मध्ये आयाति चेदपि नुमागमस्कीव भवति खलु. आम्, यद्यपि यद्यपि आङ् उपसर्गः अस्ति इति, आ इति उपसर्गः भवति किल, तथापि तत्र भिन्नपदम् अस्ति, मध्ये आगच्छति चेत् तर्हि तत्र नकारस्य नकारः भवति एव इति. उदाहरणार्थं निर् आ अनन्तरं प्रायः भिन्न पदं यत्र नकारः नयति, निर्णयति, आनयति, अत्र निराणयति भवति वा? अत्र आनयति अत्र नकारस्य अनात्मं भवति. अस्तु, धन्यवादः महोदय. आनयति तु आनयति एव भवति किल, तत्र नकारः नास्ति. अत्र अणत्वं भवति वा? अत्र निर्तु उपसर्गः अस्ति खलु, तत्तु आनयति इत्यस्य पदे नास्ति. तथापि समासे यत्र भवति तत्र णत्वं भवति, णत्वविधयः सन्ति, निर्णयति णत्वं भवति खलु, निर्णयति इति निर्णयः निश्चयेन भवति. तत्र रेफस्य परे न नकारः अस्ति, परन्तु तत्र आङ् इति नास्ति, आङ् इति. महोदयस्य प्रश्नः अस्ति यत् उपसर्गे रेफः अस्ति चेत् अग्रिमपदे आयाति आयाति इति समासे सर्वत्र भवति. समासे विकल्पेन भवति इति मन्ये प्रायः, किन्तु यत्र भवति चेत् आ इति व्यवधानं चेत् अपि अत्र सन्देहमस्ति भगिनी, तत्तु समीचीनमेव. निर्योगः नयति, निर्णयति अत्र णत्वम् अस्ति इति चिन्तयामि अहमपि, परन्तु कथं भवति? अत्र समानपदे नास्ति खलु, समानपदे नास्ति. आम् महोदय, अत्र महोदयस्य करपत्रे एव णत्वम् इति एकं करपत्रमस्ति, तद् पश्यति चेत् भिन्नसूत्रमस्ति महोदय. अस्तु अस्तु, धन्यवादः. अहम् अधुनैव पश्यामि, तर्हि क्षेमं पठामि, अग्रे पठामि वा? कुत्र स्मः? अग्रिमतृतीयभागः किं प्रत्ययनिमित्तकं कार्यं वा? तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गम् अङ्गतिङ् प्रत्ययोः मेलनमिति. क्रियादिगणे यदा अङ्गं निष्पन्नं तदा सर्वेषां धातूनां कृते कार्यं समानमेव. स्मरन्तु यत् स्वादिगणे तथा नासीत्, तत्र अजन्तधातूनाम् एकः समूहः, हलन्तधातूनाम् अपरः समूहः. सनादिगणे अपि तादृशविभजनं जातम्. अत्र क्रियादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि, केवलम् एकस्मिन् स्थले तादृशं समूहद्वयम् अपेक्षितम्. यथा स्वादिगणे प्राप्यते तच्च लोट् लकारस्य मध्यमपुरुष एकवचने एव. अस्य पाठस्य अन्ते पृथक्तया परिशीलयामः. तद्विहाय सर्वगणः एकैव समूहः. यदा वयं स्वादिगणे अपि च सनादिगणे दृष्टवन्तः, तत्र वयं विभजनं कृतवन्तः. तत्र संयोगपूर्वकः असंयोगपूर्वकः इति, परन्तु तादृशविभजनम् अत्र नास्ति. अत्र केवलम् एकमेव समूहः इति अस्ति. केवलं मध्यमपुरुष एकवचने एव तादृशसमूहद्वयं कुर्मः इति सारांशः अस्ति. तत् वयम् अन्ते पृथक्तया परिशीलयामः इति. अनन्तरमपि पठितवन्तः भगिनि, न कृतवन्तः खलु. महोदय, महोदयस्य प्रश्नस्य उत्तरम् अत्र अस्ति. सूत्रम् अस्ति उपसर्गात् असमासेपि लोपदेशस्य इति सूत्रम्. अत्र नयन् इति सेक्षन् मध्ये टेन्त् करपत्रं भवति, दशमकरपत्रं नवमभागस्य दशमकरपत्रम् अस्ति. उपसर्गात् असमासेति नोपदेशस्य इत्यस्य अत्र अनुवृत्तिसहितसूत्रमस्ति. अत्र उक्तमस्ति उपसर्गात् उपसर्गात् निमित्तात् परस्य नोपदेशस्य धातोः नस्य नः स्यात् समासे असमासे अपि. आधिक्येन नकारादि धातवः यथा नी नयति, नं नमति, नश् नश्यति, एते धातवः वस्तुतः उपदेशे नकारादयः सन्ति. अतः अनेन सूत्रेण ओके, उपदेशे नकारः आसीत् चेत् भवति इति. अतः अनेन सूत्रेण यत्र धातुः उपसर्गपूर्वकः अस्ति, अपि च उपसर्गे नत्वस्य निमित्तम् अस्ति, तत्र नत्वं भविष्यति एव समासे असमासे अपि. यदि उपदेशमूलस्य सौण्ड् नकारः अस्ति चेत् प्रयोगः नयनं प्रणयनम् इति, परिणामः परिणामः इति. तर्हि अत्र नास्ति तादृशरूपाणि वयं न जानीमः. यत्र नकारः आदौ एव उपदेशे नास्ति, तस्य उदाहरणानि अष्टधातवः एव सन्ति. नर्द् नाद् नात् नाद् नन्द् नक् नृ नृक् च इति महोदयेन दत्तमस्ति. तर्हि तेषां नकारः नास्ति, प्रनर्दति इति नकारः एव तिष्ठति, न त्वं न. अस्तु, अहं भिन्नतया स्मृतं चिन्तितवती. यदि उपसर्गः अस्ति चेदपि तत्र भिन्नपदम् इति न स्वीकुर्मः तथापि इति चिन्तयामि, परन्तु तादृशं नास्ति. अहं तु पूर्णतया विस्मृतवती. सत्यं वा? अस्तु भगिनि, धन्यवादः. धन्यवादः भगिनि. तर्हि गृहपाठं कृत्वा आगच्छामि भगिनि. धन्यवादः, शुभरात्रिः. शुभरात्रिः. धन्यवादः, शुभरात्रिः. शुभरात्रिः.